षष्टि प्रजाप्य परिपालयन्तं न्यायेन मार्गेण महीमहिषाः गो ब्राह्मणेभ्य शुभमस्तु नित्यं लोकाः समस्ता सुखिनो भवन्तु. देन् सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. अस्तु भगिनि, धन्यवादः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. गतवर्गे वयं पुल्लिङ्गशब्दानां हलन्तपुल्लिङ्गशब्दानाम् अभ्यासं कृतवन्तः. इदानीं तत्र अग्रे गच्छामः, तत्र स्त्रीलिङ्गशब्दानां परिचयं कुर्मः अद्य. किन्तु यथा वयं द्रक्ष्यामः, तत्र भेदः बहु किमपि नास्ति इति. अतः तत्र हलन्तप तत्र अजन्तपदानां तत्र देवशब्दः वा अथवा लताशब्दः तत्र भेदः अस्ति इति जानीमः. अतः तत्र अजन्तशब्दानां विभक्तिरूपस्य विषये तत्र सावधानम् अपेक्षितं, यतोहि तत्र लिङ्गभेदः अस्ति. आकारान्त स्त्रीलिङ्गशब्दः अथवा अकारान्त पुल्लिङ्गशब्दः तयोः मध्ये विभक्तिरूपेषु भेदाः सन्ति एव. किन्तु अत्र हलन्तशब्देषु वयं पश्यामः तादृशः भेदः नास्ति. अतः तत्र करपत्रं यत् अस्ति तत् इदानीमेव उद्घाटयामः. किन्तु तस्य पूर्वं तत्र स्वरूपमहोदयस्य करपत्रं यत् अस्ति तत्रापि किञ्चित् पश्यामः. तत्र प्रथमम् अस्ति तत्र वणिक् इति, तदनन्तरं तत्र भवान् भवच्छब्दः सुहृत् मरुत् इति अस्ति. तद् एकवारं परिशीलयामः, तदनन्तरम् अग्रे गच्छामः. अतः तत्र अस्तु. तत्र उषा भगिनी नमस्कारः, श्रीप्रिया भगिनी नमस्कारः, मधुमहोदय नमस्कारः. अस्तु भगिनि, अस्तु अस्तु अस्तु भगिनि, हा चिन्ता मास्तु. तत्र सर्वे प्राप्तवन्तः इति मन्ये तत्र करिपत्रं, तत्र हलन्तस्त्रीलिङ्ग शब्दाः इति. तत् किञ्चित् अग्रे तत् करपत्रं पठामः. किन्तु तस्य पूर्वं तत्र भवत् शब्दः अपि, तदनन्तरं वणिक् शब्दः, तदनन्तरं तत्र किं सुहृद् इति, तत् पश्यामः. अतः तत्र अस्तु. नरेश् महोदय, तत्र भवान् तत्र वणिक् शब्दस्य रूपाणि एकवारं पठति वा महोदय? वनिजौ वनिजः वनिकं वनिजौ वनिजः वनिजा वनिभ्यां वनिभिः वनिजे वनिभ्यां वनिभ्यः वनिज्याः वनिजः वनिभ्यां वनिभ्यः वनिजः वनिजोः वनिज्नां वनिजां वनिजे वनिजि वनिजोः वनिजीषु वनिक्षु. अस्तु. तत्र इदानीं तत्र अरुणा भगिनी, इदानीं तत्र सुहृत् पदस्य रूपाणि एकवारं पठति वा भगिनि? सुहृत् दकारान्तपुंलिङ्गशब्दः सुहृत् सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः सुहृदा सुहृद्भ्यां सुहृद्भिः सुहृदे सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृदोः सुहृदोः सुहृदां सुहृदि सुहृदोः सुहृत्सु. समीचीनं भगिनि. अतः तत्र किं किं रूपं तत्र पश्यामः? तत्र तत्र यथा भवत् शब्दस्य रूपाणि जानीमः तथैव अत्रापि अस्ति इति गतवर्गे अपि दृष्टवन्तः खलु. तत्र भवत् शब्दस्य तृतीया विभक्तितः सप्तमी विभक्तिपर्यन्तम् एकवचने रूपाणि कानि तत्र? शोभा भगिनी, भवत् शब्दस्य तृतीया विभक्तितः सप्तमी विभक्तिपर्यन्तम् एकवचनरूपाणि. तृतीयातः सप्तमी एकवचनं. अस्तु महोदय, तृतीया भवता इति अस्ति. भवता, भवते, भवतः, भवतः, भवति, भवति. इदानीं तत्र वणिज् शब्दस्य तत्र रूपाणि कानि? आं महोदय, वणिज् तृतीया, वणिजा, वणिजे, वणिजः, वणिजः, वणिजि. इदानीं समानं खलु? इदानीं तत्र सुहृद् इति तत्र सुहृदा, सुहृदे, सुहृदः, सुहृदः, सुहृदि, तत्रापि समानमेव. तत्रापि समानमेव. अतः तत्र सारल्यम् अस्ति तत्र हलन्तशब्दानां विभक्तिनिर्माणे सारल्यम् अस्ति. एतत् तत्र तृतीया विभक्तितः सप्तमीपर्यन्तम् एकवचने. तत्र तृतीया विभक्तौ किं भवति अन्ते? वेदा भगिनी, तृतीया विभक्तौ हलन्तपदानां तृतीया विभक्तौ एकवचने किं भवति? तृतीया विभक्तौ आ इति प्रातिपदिकं योगः आकारः. भवत् अस्ति चेत् भवता, वणिज् अस्ति चेत् वणिजा, सुहृद् अस्ति चेत् सुहृद् अस्ति चेत् सुहृदा, आत्मन् अस्ति चेत् आत्मना, आत्मना, मरुत् अस्ति चेत् मरुता, गुणिन् अस्ति चेत् गुणिना, हा स्रज् अस्ति चेत् स्रज् अस्ति चेत् स्रजा वा, हा तावदेव. वाच् अस्ति चेत् वाच् अस्ति चेत् वाचा, वाचा. दिश् अस्ति चेत् दिशा, दिशा इति. स तावदेव. अतु अस्तु, अतः तृतीय एकवचनं केवलम् आकारं स्थापनीयम्. अस्तु, अग्रे स्वीप्य भगिनी, इदानीं तत्र चतुर्थी विभक्ति एकवचने रूपं किं भवति भवत् शब्दस्य? भवति. अतः अन्ते किमस्ति? प्रातिपदिकं, तदनन्तरं एकारः भवति इति. अतः वणिच् इति अस्ति चेत् चतुर्थी एकवचनं किं भवति? वणिज् इत्यस्य वणिजे इति भवति. वणिजे. सुहृद्? सुहृदे इति भवति. आत्मन्? आत्मने. मरुत्? मरुते. मरुते. गुणिन्? गुणिने. स्रज्? स्रजे. हा वाच्? वाचे. दिश्? दिशे. दिशे. तावदेव. अतः चतुर्थी एकवचनमपि बहु सुलभम्. अस्तु, इदानीं मधु महोदय, इदानीं तत्र पञ्चमी षष्टि भवत् शब्दस्य किं भवति तत्र एकवचनं? पञ्चमी भवतः. षष्टि एकवचनं भवतः एव, भवतः. अस्तु, इदानीं तत्र वणिच् इति तत्र पञ्चमी षष्टि एकवचनं किम् अस्ति? वणिजः, वणिजः, वणिजः, वणिजः. सुहृत् किम् अस्ति? सुहृदः, सुहृदः. आत्मन् किम् अस्ति? आत्मनः, आत्मनः. मरुत्? मरुतः, मरुतः. हा गुणिन्? गुणिन्, गुणितः, गुणिनः, गुणिनः, गुणिनः, गुणिनः. हा स्रज्? स्रजः, स्रजः, स्रजः, स्रजः. तावदेव. इदानीं वाच्? वाचः, वाचः. हा दिश्? दिशः, दिशः, दिशः, दिशः. अतः इदानीं दृष्टवन्तः तत्र दिश् इति स्त्रीलिङ्गपदमस्ति, अपि तत्र सुहृद् इति पुल्लिङ्गपदम् अस्ति, किन्तु एकवचने तत्र भेदः तु न दृश्यते, भेदः नास्ति अत्र हलन्तपदे पदेषु, लिङ्गभेदः तत्र न दृश्यते। तृतीयातः सप्तमीपर्यन्तं तत्र भेदः न दृश्यते। वंशीसुधा भगिनी नमस्कारः। अस्तु नमस्कारः भगिनि, चिन्ता मास्तु भगिनि, चिन्ता मास्तु। इदानीं तत्र स्वरूप महोदयस्य करपत्रं पठन् स्मः, पठन्तः स्मः। तदनन्तरं तत्र हलन्तपदानां स्त्रीलिङ्गरूपाणि तत्र करपत्रं लिङ्क् अस्ति भगिनि ईमेल् मध्ये, अतः तत्र इदानीं तत्र नरेश महोदय इदानीं तत्र सप्तमी भवत् शब्दस्य किम् अस्ति? भवति भवति वणिज् इति वणिजि वणिजि सुहृत् सुहृदि आत्मन् आत्मनि मरुत् मरुति हा इदानीं तत्र गुणिन् गुणिनि हा स्रज् स्रजि हा वाच् वाचि दिश् दिशि दिशि तावदेव। अतः सप्तमी एकवचनमपि बहु सुलभम् अस्ति, अतः तत्र भवता भवते भवतः भवतः भवति एतद् यदि स्मरामः हलन्तपदानाम् एकवचनरूपं तृतीयाविभक्तितः सप्तमीपर्यन्तं सुलभतया कर्तुं शक्नुमः। तत्र कुत्रचित् तत्र रूपभेदः भवति, यत् यत् तत्र उदाहरणार्थं तत्र राजा इति अस्ति, तत्र राजन् इति अस्ति, तत्र राज्ञा राज्ञी इति, तत्र किञ्चित् सन्धिकार्यं भवति, किन्तु तत्र आकारः वा एकारः वा विसर्गः वा ईकारः दृश्यते खलु, अतः तत्र ऊहां कर्तुं शक्नुमः रूपं कीदृशम् इति तत्र तृतीयाविभक्तितः सप्तमीपर्यन्तम् एकवचने। अपि इदानीं तत्र अग्रे तत्र यदि तत्र एतत् पश्यामः तत्र मरुत् पदं स्वीकुर्मः, तत्र मरुत् इति वंशीसुधभगिनी एकवारं पठति वा मरुत् शब्दस्य विभक्तिरूपाणि? आं महोदय, एकविभक् सर्वाणि अस्तु। मरुत् मरुतं मरुता मरुते मरुतः मरुतः मरुति अपि च हे मरुत् सम्बोधनं त्रिषु वचनेषु अपि पठतु तत्र सर्वाणि। क्षम्यताम्, अस्तु। मरुत् मरुत् मरुतौ मरुतः मरुतं मरुतौ मरुतः मरुता मरुद्भ्यां मरुद्भिः मरुते मरुद्भ्यां मरुद्भ्यः मरुतः मरुद्भ्यां मरुद्भ्यः मरुतः मरुतोः मरुता मरुतां क्षम्यतां मरुति मरुतोः मरुत्सु हे मरुत् हे मरुतौ हे मरुतः। इति समीचीनं भगिनि, अतः तत्र रूपं हलन्तपदानां तत्र विभक्तिरूपाणि कीदृशानि इति प्रश्ने सति तत्र सर्वदा तत्र सावधानं कुत्र अपेक्षितम् इत्युक्ते तत्र प्रथमाविभक्तौ द्वितीयाविभक्तौ सावधानम् अपेक्षितं, तत्र लिङ्गः लिङ्गभेदः वा अन्यत् किमपि दृश्यते, किन्तु तृतीयाविभक्तितः एकवचन तृतीयाविभक्ति एकवचनतः सप्तमीपर्यन्तं तत्र रूपभेदः नास्ति, साधारणरूपं तत्र लिङ्गभेदः किमपि न दृश्यते तत्र। अपि तत्र पुल्लिङ्ग वा स्त्रीलिङ्ग वा रूपसामान्यम् अस्ति, प्रथमाविभक्तौ द्वितीयविभक्तौ मध्ये तत्र नपुंसकलिङ्गरूपे पदेषु रूपभेदः अस्ति, तत्र यत् जानीमः कर्म कर्मणि कर्माणि इति, तत् अपि अन्यत् किं तत्र अस्ति, तत्र मनः मनसि मनांसि धनुषि धनुषि धनांषि जगज्जगति जगन्ति इति तत्र नपुंसकलिङ्गे प्रथमविभक्तौ द्वितीयविभक्तौ किञ्चित् भेदः अस्ति, किन्तु पुल्लिङ्ग वा स्त्रीलिङ्ग वा तत्र तादृशरूपभेदः नास्ति. अपि तत्र मरुत् इति प्रातिपदिकम् अस्ति. तत्र मरुत् शब्दस्य विभक्तिरूपेषु तत्र सर्वत्र तकारः एव दृश्यते वा अथवा अन्यत् किमपि दृश्यते वा? वंशीसुधा भगिनि, तकारः एव दृश्यते महोदय, यतोहि तत्र किञ्चित् भवत् अपि च मरुत् शब्दः द्वयोः पदयोः मध्ये भेदः अस्ति. तत्र भवान् इति अस्ति प्रथमविभक्तौ एकवचनरूपं, तत्र तु मरुत् अस्ति. किञ्चित् तत्र यद्यपि तकारान्तपदम् अस्ति तत्र भवान् इति अस्ति, अत्र मरुत् इति अस्ति महोदय. सत्यम्, अपि तत्र भवन्तौ इति दृश्यते, अत्र मरुतौ इति. किन्तु तत्र विभक्तिषु, तत्र विभक्तिरूपेषु, तत्र मरुत् पदस्य विभक्तिरूपेषु तत्र केवलं तकारः इति एव दृश्यते वा अथवा अन्यत् दृश्यते वा? दकारः अपि अस्ति किल, दकारः अपि अस्ति. दकारः अपि अस्ति, अतः तत्र तत्र कुत्र दकारः दृश्यते इत्युक्ते तत्र तृतीय विभक्तौ द्विवचने अपि च बहुवचनरूपाणि पञ्चमी महोदय, पञ्चमी मध्ये. तत्र तु द्विवचने वयं जानीमः तृतीया चतुर्थी पञ्चमी, तत्र रूपसामान्यम् अस्ति, एकमेव रूपं तत्र अस्ति. तत्र मरुद्भ्यां मरुद्भ्यां मरुद्भ्याम् अपि तदनन्तरं तत्र किमस्ति चतुर्थी चतुर्थी पञ्चमी समानम् अस्ति मरुद्भ्यः मरुद्भ्यः, तृतीया अस्ति मरुद्भिः. तत्र धकारः दृश्यते. तत्र किं भवति इत्युक्ते तत्र सुहृद् मध्ये किमस्ति, सर्वत्र सुहृद् सुहृदेव अस्ति, धकारः एव अस्ति. किन्तु अत्र मरुत् मध्ये किं भवति, कुत्रचित् तकारः कुत्रचित् धकारः. अत्र केवलं तत्र कः नियमः अथवा रूपं कीदृशम् इत्युक्ते तत्र वयं जानीमः विभक्ति यदि विभक्तिरूपं कर्तुम् इच्छामः तत्र किं कुर्मः, प्रातिपदिकस्य योजनं कुर्मः केन सह, सुप्रत्ययेन. तत्र वयं जानीमः तत्र विभक्ति तत्र सु इति तत्र किं भवति, तत्र तत्र वयं जानीमः तत्र सु औ जस् अम् औट् षस् इति तत्र अस्ति. किन्तु तत्र इत् तत्सर्वं निष्कास्य यदि पश्यामः किम् अस्ति इति प्रत्ययेषु, तत्र किमस्ति तत्र तृतीया द्विवचने तृतीया चतुर्थी पञ्चमी द्विवचने तत्र भ्याम् इति अस्ति. तत्र भ्याम् इति अस्ति इति कृत्वा तत्र किं भवति, तत्र प्रातिपदिकस्य अन्तिमवर्णः तकारः अस्ति चेत् तत्र तकारस्य तवर्गीय अस्ति, तवर्गीय तृतीयसदस्यः तस्य आदेशः भवति. अतः तत्र मरुद्भ्यां मरुद्भ्यां न किन्तु मरुद्भ्याम् इति, तदेव तत्र मरुद्भिः मरुद्भ्यः मरुद्भ्यः. सुहृद् यत्र अस्ति तत्र तु परिवर्तनं नास्ति, तृतीयवर्णः एव अस्ति महोदय. तत्र धकारः तृतीयवर्णः एव अस्ति इति कृत्वा तत्र किमपि परिवर्तनम् एव न अपेक्षितम्. अपि महोदय जकारः अस्ति, तृतीयवर्णः अस्ति, अतः परिवर्तनं नास्ति महोदय. राजभ्याम् इति अपि अन्यत् अस्ति तत्र वणिक् मध्ये, तत्र वणिच् इति अस्ति किन्तु तत्र सूत्रेण पाणिनेः सूत्रेण तत्र ककारः वा गकारः वा इति प्रथमाविभक्तौ भवति. अतः तत्र तदनन्तरं तत्र गकारः एव कवर्गीयस्य तृतीयसदस्यः इति कृत्वा तत्र वणिग्भ्यां वणिग्भ्याम् इति भवति. यद्यपि झकारान्तपदम् अस्ति प्रातिपदिकम् अस्ति किन्तु तत्र घकारः आगच्छति. भवत् शब्दस्य भवद् घकारः एव तृतीयसदस्यः. अपि यदि पश्यामः अग्रिमे पुटे तत्र स्रज् इति तत्रापि स्रक् वा स्रग् वा इति भवति, तदनन्तरं स्रग्भिः. अतः तत्रापि तत्र तृतीयसदस्यः गकारः आगच्छति. स्रक् अपि सरित् मध्ये सरिद् इति, वाच् मध्ये अपि तत्र वाग् गकारः आगच्छति, दिश् मध्ये अपि दिग् इति तत्र आगच्छति. अतः तत्र तृतीयसदस्यः साधारणतया आगच्छति. तदेकम् अस्ति. अन्यद् अस्ति तत्र यदि वयं पश्यामः तत्र के प्रत्ययाः सन्ति तत्र विभक्तिकार्येषु, तत्र हलन्तप्रत्ययः केवलं तत्र कुत्र कुत्र अस्ति हलन्त प्रत्यय, कोऽपि जन स्मरति वा विभक्तिकार्येषु? प्रथम तत्र इस् इति अस्ति, किन्तु तस्य लोपः भवति, किन्तु तत् अस्ति. द्वितीया द्वितीया बहुवचने अस्ति. द्वितीया बहुवचने एकवचने बहुवचने हा तत्र, किन्तु तत्र रूपं तत्र द्वितीया एकवचने नास्ति वा महोदय? अम् इति प्रत्ययस्य प्रथमवर्णः द्रष्टव्यं भगिनि. अस्तु अस्तु. यतोहि तत्र यतोहि तत्र किं कुर्मः, प्रातिपदिकस्य अन्तिमवर्णः प्रत्ययस्य प्रथमवर्णः. अस्तु. अतः तत् दृष्ट्वा एव तत्र किं कार्यम् इति निर्णयः भवति. अतः तत्र यत्र प्रथमवर्णः अजन्तम् तत्र स्वरः अस्ति, तत्र किमपि न भवति तत्र. अतः तत्र प्रथमा तत्र तृतीया विभक्तितः सप्तमी पर्यन्तं तत्र बहु सुलभतया वयं कर्तुं शक्नुमः. एकवचने आकारः एकारः अह अह इ इति अस्ति, अतः सुलभमस्ति, सौलभ्यमस्ति. तत्र सप्तमी बहुवचने तत्र सु इति अस्ति. महोदय बहु ध्वनिः अस्ति, सम्यक् न श्रूयते. सत्यं सत्यम्. एकनिमिष भगिनि पश्यामः तत्र. अधुना सम्यक् अस्ति महोदय. अधुना समीचीनमस्ति. अस्तु. अतः तत्र तृतीया चतुर्थी पञ्चमी द्विवचने भ्यां भ्यां भ्याम् इति अस्ति. तदनन्तरं बहुवचने बिः ब्यः ब्यः, तत्र आदिमवर्णः प्रत्ययस्य हल् हल् अस्ति. अतः तत्र किञ्चित् कार्यं भवति, सन्धिकार्यं भवति. किन्तु अन्यत्र तत्र प्रथमाविभक्तौ तत्र तु किञ्चित् कार्यम् अस्ति एव. द्वितीयविभक्तौ अपि तत्र बहुवचने किञ्चित् कार्यं भवति. तदनन्तरं तत्र सप्तमीविभक्ति बहुवचने तत्रापि किञ्चित् करणीयं भवति. तत्र मर्त्सु सु इति तत्र वणिक्षु इति तत्र ककारः अपि सु इति तत्र सन्धि इति भवति. किन्तु तत्र बहुत्र सौलभ्यम् अस्ति. तत्र अजन्तपदानां विभक्तिरूपाणि जानीमः, तदनन्तरं हलन्तरूपं यदि हलन्तपदानां विभक्तिरूपाणि पश्यामः बहु सौलभ्यम् अस्ति अत्र. अस्तु तर्हि. अतः तत्र किञ्चित् महोदय अत्र मम एकः प्रश्नः, यदि मरुत् अपि च भवत् तत्र यदि वयं तकारान्तशब्दः कुत्रापि पश्यामः तत्र कथं जानीमः मरुत् शब्दवत् अस्ति वा भवान् शब्दमस्ति वा? हा तत्र नियमः नास्ति इति मन्ये भगिनि. तत्र केवलं तत्र अभ्यासेन वा अथवा पारम्पर्या यद् रूपं स्वीकृतं तदेव अनुसरणीयम्. नाम तत्र पुराणेषु अथवा तत्र प्रौढानाम् अभ्यासः तत्र प्रौढानां प्रयोगः कथम् आसीत् इति दृष्ट्वा एव निर्णेतुं शक्नुमः. एतत् पदं तकारान्तपदम् अस्ति, किन्तु एतत् पदं मरुत् शब्दवत् वा अथवा अन्यत् शब्दवत् वा अथवा नकारान्तपदम् अस्ति चेत् एतत् कीदृशम् इति तत्र केवलं तत्र प्रयोगान् दृष्ट्वा एव वक्तुं शक्नुमः भगिनि. तत्र सरित् अपि च मरुत् समानरूपमेव स्तः महोदय, द्वयोः पदयोः सम्यक् किल. सरित् अपि च मरुत् यद्यपि सरित् स्त्रीलिङ्गे अस्ति, अपि मरुत् पुल्लिङ्गे अस्ति. सरित् स्त्रीलिङ्गे पुल्लिङ्गशब्द एव लिखितवान् किल? सरित् स्त्रीलिङ्गपदम्. ओ अस्तु, एवं. तत्र करपत्रे तु महोदय, करपत्रे अपि स्त्रीलिङ्गम् इति एव दत्तमस्ति भगिनि. तत्र किम् अस्ति, तत्र वामस्तम्भः अस्ति, दक्षिणस्तम्भः अस्ति खलु, द्वितीयपुटे. तत्र वामस्तम्भे तत्र गुणिन् अपि विद्वस् इति पदद्वयं, तत् पुल्लिङ्गमस्ति. तदनन्तरं स्त्रीलिङ्गरूपाणि तस्य आरम्भः भवति. अतः प्रथमम् अस्ति वाच्, तदनन्तरं तत्र दक्षिणे स्तम्भे सर्वं स्त्रीलिङ्गम् एव. एवं लिखितवान् महोदय? एवं लिखितमस्ति भगिनि, तत्र स्वरूप महोदयेन लिखितं. तदेव अत्र अस्ति. अरुणा भगिनी, भवती किं वक्तुम् इष्टवती? प्रातिपदिकं परन्तु किं प्रत्यय प्रयुज्यते इति योजनेन एव रूपं भिन्नं भिन्नं. शत्रुप्रत्यय आचित्य चेत् लैक् पचत् अत्र पचन् पचन्तौ च रूपमागच्छति. धीमान् अत्र मत्तु प्रत्यय. सत्यं भगिनि, तद् दृष्ट्वा सत्यं. तत्र शत्रन्तरूपम् अस्ति चेत् वयं जानीमः इति खलु भगिनि, तत्र तत् शत्रन्तप्रत्ययः अस्ति चेत् तत्र भवान् शब्दवत् भवति इति. तत् तदपि समीचीनं भगिनि, धन्यवादः. तत्र अतः तत्र नामपदस्य निर्माणं कथम् अस्ति, केन प्रत्ययेन तद् नामपदं तस्य निर्माणम् अभवत् इति दृष्ट्वा अपि तत्र निर्णयं कर्तुं शक्नुमः. सत्यं भगिनि, धन्यवादः. किन्तु तत्र नूतनपदम् अस्ति चेत् यस्य निर्माणं न जानीमः, तत्र प्रायशः किञ्चित् क्लेशः भवति इति मन्ये खलु भगिनि. तत्र अतः तत्र नकारान्तपदं यदि पश्यामः, तत्र आत्मन् शब्दवत् वा राजन् शब्दवत् वा अथवा तत्र निर्णयः तादृशनिर्णयं कर्तुं क्लेशः भवति. अतः तत्र अस्तु अस्तु, तर्हि तत्र किञ्चित् विवरणं कृतवन्तः, इदानीम् अग्रे गच्छामः. तत्र महोदय, तत्र सकारान्तपदं विद्वस् एव लिखितवान्, परन्तु अन्य शब्दः अस्ति महोदय, चन्द्रमाः, चन्द्रमसौ, चन्द्रमसः, तत्र सकारान्तपदं. सत्यं भगिनि, तदपि तत्र स्वरूप महोदयस्य आशा का आसीत् इति अपि वदामि. तत्र एतस्य करपत्रस्य निर्माणे तत्र सामान्यरूपाणि प्रथमतया तत्र पठितव्यानि इति. अतः तत्र अपि तत्र प्रत्येकस्य तत्र साधारण हलन्त् पदसमूहस्य कोऽपि प्रतिनिधिः भवतु इति. अतः तत्र भवत् तत्र सर्वशत्रन्त पदानां प्रतिनिधिः भवत् अथवा पठत् इति तत्र स्वीकर्तुं शक्नुमः. अपि इनि प्रत्ययः अस्ति तत्र, धनी, गुणि इति, तत्र गुणि इति स्वीकृत्य अतः इनि प्रत्ययेन यदि पदस्य निर्माणं कुर्मः, अतः तत्र नकारान्तपदं भवति धनिन् वा इति. तत्र यदि तस्य इनि प्रत्ययस्य नामपदस्य प्रतिनिधिः मनसि अस्ति, नाम गुणि इति, तस्य विभक्तिरूपाणि यदि सम्यक्तया जानीमः, तत्र पठत् वा पठत् न क्षम्यतां, तत्र धनी वा अन्यत् किमपि इनि प्रत्ययेन कृतं पदं तस्य अपि विभक्तिरूपाणि सुलभतया कर्तुं शक्नुमः. अतः तत्र सर्वाणि विभक्तिरूपाणि तत्र दत्तानीति न, किन्तु यद् बहुत्र दृश्यते साधारणतया दृश्यते तस् यत् यस्य कण्ठस्थीकरणं सुलभम् इति तद् तादृशचिन्तनेन तादृशेन चिन्तनेन एतद् रचितम् इति मन्ये भगिनि. अस्तु महोदय, धन्यवादः महोदय. हा, अतः तत्र सत्यमेव, तत्र अनेक अन्यानि विभक्तिरूपाणि सन्ति. तत्र विशेष तत्र पथिन् इति नकारान्तपदम् अस्ति, तद् विशेषपदम् अपि अस्ति, तद् किन्तु तद् अत्र न स्थापितम्. अतः आरम्भस्तरीय करपत्रम् इति चिन्तनम्. किन्तु एतत् यदि एतस्य कण्ठस्थीकरणं भवति चेत् बहु सौलभ्यम् अस्ति इति. अस्तु अस्तु, तर्हि इदानीम् अतः तत्र अग्रे गच्छामः. तत्र अन्यत् करपत्रं यत् अस्ति तत्र स्त्रीलिङ्गपदानां, तद् पश्यामः. तत्र श्रीप्रिया भगिनी इदानीं तत्र तत् पठति वा भगिनी, तत्र हलन्तस्त्रीलिङ्गाः शब्दाः इति. महोदय, तद् पी डि एफ् एव अस्ति खलु महोदय, तदेव खलु? हा, सत्यं भगिनि, सत्यं. हा, महोदय, किन्तु स्त्री हलन्त शब्दानां स्त्रीलिङ्गरूपाणि सरित् तु प्रथममेव आगच्छति, विद्वस् इत्यस्य आमतः एव अस्ति खलु महोदय, तत्र तत्पत्रमेव खलु महोदय, तत् पी डि एफ् एव खलु? हा, न न भगिनि, अस्तु अस्तु अस्तु अस्तु, हा अस्तु, तत् तत् एकमस्ति भगिनि, तत्र सरित् इति यत्र अस्ति तत्र प्रथम. हा, सत्यं भगिनि, किन्तु अत्र अन्यत् करपत्रमपि मया प्रेषितं, किन्तु तत्र एकनिमिष पुनः तत्र चाट् मध्ये प्रेषयामि तत्र. अस्तु महोदय, धन्यवादः. हा, इदानीं तत् प्रेषितवान्. एकनिमिषं महोदय. हा, स्केन् पी डि एफ़् तत् खलु महोदय? हा, सत्यं भगिनि, सत्यं. हा, पञ्चमः पाठः तथैव खलु महोदय? सत्यं सत्यं भगिनि. हलन्तस्त्रीलिङ्गशब्दाः अधोलिखितानि वाक्यानि पठत. योषित् दूरदर्शनं पश्यति. योषितौ द्विवचने, योषितौ मेघं पश्यतः. योषितः दूरदर्शनं पश्यन्ति. हा, तत्र योषित् इति पदस्य तत्र अजन्तपदं किं भवति? युवती इति भवति. हा, युवती, महिला, नारी. हा, नारी. अतः तत् सर्वं वयं दृष्टवन्तः, किन्तु इदानीं नूतनपदं योषित् इति. हा, हलन्तपदम्. अग्रे भगिनि, महिला इति स्वीकरणीयं वा युवती इति स्वीकरणीयं वा महोदय? हा, तत्र प्रायशः द्वयमपि साधु इति मन्ये भगिनि, तत्र हा प्रायशः महिला इति. हा, यतोहि तत्र भेदः तत्र युवती इति नास्ति इति मन्ये तत्र. हा, युवतिः अपि अस्ति, युवती. हा, अतः हा महिला इति. अग्रे भगिनि, स्रक् अस्ति, स्रजौ स्तः, स्रजः सन्ति. हा, अत्र स्रक् स्रजौ स्रजः. हा, तत्र हलन्तपदानां तत्र नियमः अस्ति, तत्र यदि प्रातिपदिकस्य अन्तिमवर्णस्य निर्णयं कर्तुम् इच्छामः तत्र प्रथमाविभक्तेः रूपाणि दृष्ट्वा कर्तुम् इच्छामश्चेत् तत्र कस्य किं द्रष्टव्यं, किं रूपं द्रष्टव्यं? बहुवचनरूपं. बहुवचनरूपं, हा, समीचीनं भगिनि. अतः तत्र योषितः, योषितः, तकारान्तः, तकारान्तः, स्रज् षज् षट् मध्ये श्रज् इति भवति प्रातिपदिकं सज् इति भवति. समीचीनं भगिनि. अग्रे षक् इति अर्थः कः महोदय? षट् इति तत् माला अस्ति भगिनि, तत्र माला एव. हा, तत्र यत् चित्रे दर्शितमस्ति, प्रदर्शितं, तदेव अस्ति. हा, साधारणतया तत्र अक्षमाला इति, अक्षस्रक् इति तत्र श्लोकेषु आगच्छति भगिनि. हा, अक्षरस्रक् इति तत्र अक्षरमाला शारदादेव्या तत्र तस्याः हस्तौ भवति खलु. हा, तत्र अक्षस्रक्. अस्तु, अनन्तरं पठामि वा भगिनि महोदय? अग्रे अन्तिममपि तत्र अप्सराः. अप्सराः नृत्यति. अप्सरसौ नृत्यतः. अप्सरसः नृत्यन्ति. हा, तत्र प्रातिपदिक कीदृशप्रातिपदिकं तत्र? सकारान्तः स्त्रीलिङ्गः अप्सरस् शब्दः इति. अप्सरस् शब्दः. हा, तत्र सावधानम् अपेक्षितं, यतोहि तत्र अप्सराः इति एकवचने अस्ति. हा, अतः समीचीनं भगिनि. हा, अस्तु. अतः तत्र योषित् योषितौ योषितः अपि तत्र यद् वयं दृष्टवन्तः, तत्र मरुत् मरुतौ मरुतः भेदः नास्ति. अपि वणिक् वणिजौ वणिजः, स्रक् स्रजौ स्रजः भेदः नास्ति. अपि तत्र अप्सराः इति स्त्रीलिङ्गे अस्ति, किन्तु तत्र अत्रापि पुल्लिङ्गरूपं प्रातिपदिकं स्वीकृत्य भेदः नास्ति इति प्रदर्शितुं शक्नुमः, किन्तु इदानीं मास्तु. अस्तु, धन्यवादः भगिनि. अग्रे गच्छामः. हा, अग्रे मधु महोदय, अग्रिमे पुटे पठति वा महोदय? एकानि वाक्यानि पठत. वाक् मधुरा अस्ति. वाचौ मधुरे सः. वाचः मधुराः सन्ति. हा, वाच् तत्र वाच् इति प्रातिपदिकं, वाक् इति एकवदन तत्र एकवचने अस्ति. तत्र वाक् इत्युक्ते यत् उक्तम् अथवा तत्र पदम् इति, तत्र वाक्. वाक् तत्र प्रसिद्धश्लोकः अस्ति, तत्र वागर्ताविव सम्पृक्तौ इति, तत्र तत्रापि वाक्. तत्र वाक् मधुरा अस्ति. तद्दृष्ट्वा वयं जानीमः तत्र वाक् इति पदं, पदस्य लिङ्गं किम् इति, खलु? वाक् मधुरा अस्ति इति दृष्ट्वा वयं जानीमः वाक् इति स्त्रीलिङ्गपदम् अस्ति. कथं मधुरा? हा, मधुरा इति, मधुरा इति आकारान्तस्त्रीलिङ्गपदम् अस्ति. अपि तत् किं भवति वाक् इति शब्दस्य अस्मिन् वाक्ये? हा, तत्र मधुरा इति पदमस्ति, वाक् इति अपि पदमस्ति. तत्र द्वयोः सम्बन्धः अस्ति वा पदयोः? विशेषणं, विशेष्यभावः. हा, तत्र उत्तमः रामः अथवा उत्तमा सीता, तत्र विशेषणं किं, विशेष्यं किम्? वाक् विशेषणम्. हा, वाक् विशेष्यम् अस्ति. हा, तस्य विषये, यस्य विषये अन्यत् पदं किमपि वदति, तत्र वाक् इति पदस्य विषये अन्यत् पदं यद् अस्ति, मधुरा इति पदम् अस्ति, तत् पदं किं करोति, वाक् इति पदस्य विषये किमपि वदति. ओ, वाक् मधुरा अस्ति. अतः तत्र यदि उत्तमः रामः इति अस्ति चेत् तत्र रामः इति, रामस्य विषये अन्यत् पदं किमपि वदति. हा, उत्तमः, सः उत्तमः इति वदति खलु. यत् पदं किमपि वदति अन्यस्य पदस्य विषये, तद् पदमस्ति विशेषणं. तत्र हा, उत्तमः अस्ति विशेषणं, रामः अस्ति विशेष्यम्. अत्र विशेषणं किं विशेष्यं किम् विशेषणं मधुरा हा विशेष्यं विशेष्यं वाक् वाक् इति समीचीनं हा इदानीं तत्र द्विवचने किं भवति वाक् मधुरा इति वाक् वाक् वाचौ मधुरे सह विशेषं मधुरे न न विशेष्यं वाचौ विशेष्यं वाचौ विशेष्यं विशेषं वाचौ विशेषणं मधुरे मधुरे हा समीचीनं हा अन्तिमं बहुवचने वाचा मधुराः सन्ति वाचः वाचः मधुराः वाचः मधुराः सन्ति वाचः मधुराः सन्ति तत्र कर्मपदं किमपि न भवति यतोहि तत्र अस् इति धातुः तत्र अस्तातो अकर्मक कर्मपदं नास्ति तस्य समीचीनं महोदय हा अस्तु अतः तत्र वाक् मधुरा अस्ति वाचो मधुरे स्तः वाचः मधुराः सन्ति इति हा इदानीं तत्र शोभा भगिनी अग्रिमं तत्र प्रायशः प्रथमपदं किञ्चित् कष्टमस्ति तस्य पठनं तत्र मूर्तौ इति मूर्तौ इति सत्यं भगिनि मूर्तौ स्रक् अस्ति मूर्त्योः स्रजौ स्त तत्र स्तः स्तः इति भवितव्यं मूर्तिषु स्रजः सन्ति बहुवचने स्रजः अतः प्रातिपदिकं स्रज् स्रज् इति अपि तत्र मूर्तिषु स्रजः सन्ति इत्युक्ते तत्र मूर्तिषु मालाः सन्ति मालाः सन्ति समीचीनं भगिनि अतः तत्र द्विवचने द्वितीयवाक्ये तत्र मूर्त्योः इति अस्ति तत्र विभक्ति का तत्र मूर्तौ इति अस्ति मूर्त्योः तत्र सप्तमी भवति सप्तमी अत्र हा सप्तमी मूर्तौ इति सप्तमी मूर्त्योः द्विवचने सप्तमी बहुवचने मूर्तिषु स्रजः सन्ति सप्तमी समीचीनं भगिनि हा अतः तत्र स्रक् स्रजौ स्रजः वणिक् वणिजो वणिजः भेदः न दृश्यते अतः तत्र किम् अस्ति तत्र यदा वयं विभक्तिरूपं कर्तुम् इच्छामः सौलभ्यम् अस्ति यतोहि लिङ्गभेदः नास्ति किन्तु यदि नूतनपदं पठामः तस्य पदस्य लिङ्गं किम् इति प्रश्ने सति क्लेशः अस्ति यतोहि रूपसामान्यमस्ति अतः तत्र स्रक् इति दृष्ट्वा वयं न जानीमः तत्र स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा तत् वणिक् पत्वा अथवा किं खलु अतः अतः वाक्ये पश्यामः चेत् जानीमः अतः एव तत्र विशेषणविशेषभावस्य साहाय्यम् आवश्यकम् अस्ति तद् दृष्ट्वा लिङ्गनिर्णयं कर्तुं शक्नुमः क्षम्यतां भगिनी वदतु क्षम्यतां न वदतु भगिनि महोदय तत्र करपत्रे स्रक् अपि च गकारः अपि अस्ति तत्र प्रथम तत्र तदेव अस्ति भगिनि तत्र स्वरूप महोदय उक्तवान् तत्र स्युः भवति सत्यं भगिनि सत्यं भगिनि अतः तत्र प्रथम एकवचने एव भवति तत्र सुहृत् सुहृद् अपि तथैव तत्र प्रथमाविभक्ति एकवचने तत्र विकल्पः अस्ति सत्यं तत्र अतः तत्र जलाम्यशन्ति नित्यम् अस्ति किल तत्र विकल्पः नास्ति किल विकल्पः अवसानः अस्ति चेत् आगच्छति भगिनि अवसाने विरामे विकल्पः आगच्छति आम् वा अवसाने अस्तु आम् अस्तु हा सम्यक् महोदय अत्र केवलं तत्र प्रथमविभक्ति एकवचने एव तत् दृश्यामः तत्र तस्य कारणेन एव परिवर्तनं भवति महोदय. अस्तु सम्यक् महोदय, अवगच्छामि. धन्यवादः. अस्तु अग्रे अरुणा भगिनी विपद् इति इदानीं क्षम्यतां सरित् सरित् इति सरितौ वहतः सरितः वहन्ति. सरित् इति तकारान्त स्त्रीलिङ्गशब्दः. सरित् इति नदी महोदय. नदी सत्यं भगिनि. सरित् इत्युक्ते नदी. अतः नदी वहति नद्यौ वहतः. सरितौ द्विवचने सरितौ वहतः, बहुवचने सरितः वहन्ति. सरितः वहन्ति. अतः तत्र हलन्तपदेषु एतदेव तत्र बहुवचनम् अस्ति चेदपि तत्र एकवचनम् इव दृश्यते, तत्र सरितः इति दृश्यते. अतः तत्र किञ्चित् क्लेशः भवति, किन्तु तावदेव. सरित् इत्युक्ते नदी इति. अस्तु अग्रे वेदा भगिनी. महोदय, विपद् आपतति, विपदौ आपततः, विपदः आपतन्ति. विपद् तत्र विपदः बहुवचनमस्ति, तत् कारणेन प्रातिपदिकं दकारान्त दकारान्त श्रीलिङ्ग विपद् इति इति पदं. समीचीनं भगिनि. तत्र विपद् इत्युक्ते तत्र अपायः इति, आपद् इति अपि वक्तुं शक्नुमः. यदि अन्यान् किमपि तत्र अन्येषु चिन्तनं कर्तुम् इच्छामश्चेत् तत्र विपद् इति स्थाने आपत्तिः आपतति इति अपि वक्तुं शक्नुमः. आपत्तिः आपतति इति. इदानीं तत्र द्विवचने किं भवति? आपत्तिः आपतति. आपत्तिः आपतति. आपत्तिः हरिः हरौ तत्र न एतत् स्त्रीलिङ्गे अस्ति. आपत्तिः मतिशब्दः, अतः मतिः मति मतयः. आपत्तिः आपतति. आपत्ति आपततः. आपत्तिः आपत्तयः. आपत्तयः आपतन्ति. आपतन्ति. आपतति इत्युक्ते तत्र वयं किमपि न कुर्मः, तत् पतति, स्वयमेव पतति इति. अतः आपतति. अस्तु अस्तु समीचीनम्. इदानीं वंशीसुधा भगिनि अग्रे. आं महोदय. परिषत् परिषत् भवति, परिषदौ भवतः, परिषदः भवन्ति. तत्र परिषद् इत्युक्ते परिषद् इत्युक्ते सभा. समीचीनं. तत्र सभा वा संस्था वा समाजः वा गोष्ठी वा. अतः तत्र परिषद् तत्र. अस्तु अग्रे. पार्लिमेण्ट् इत्यस्य कृते उपयुज् भवति. सत्यं भगिनि. परिषद् राज्यपरिषद् भाषायां, हिन्दीभाषायामपि तदेव अस्ति महोदय. तत्र किम् अस्ति? राज्यपरिषत् संसद् परिषद् महोदय. संसद् परिषद्. समीचीनम्. अस्तु इदानीम् अग्रे मधु महोदय. समित् समित् ज्वलति, समिधौ ज्वलतः समिधः ज्वलन्ति तत्र समिति तत्र होमेषु तस्य उपयोगः भवति खलु कुशः वा कुशः कुशः न किन्तु न काष्ठः अस्ति बहु लघु काष्ठः बहु लघु खण्डाः काष्ठखण्डाः काष्ठखण्डाः समिधौ ज्वलतः समिधः ज्वलन्ति अतः तत्र प्रातिपदिकं कीदृशं महोदय तत्र यत् यत् अन्ते अस्ति बहुवचनरूपेषु अन्तिमवर्णः तदेव अस्ति तत्र समिधः धकारान्तपदं वा धकारान्तपदम् अस्ति तत्र समिधः इति अस्तु तत्र ज्वलति ज्वलतः ज्वलति अस्तु अग्रे श्रीप्रिया भगिनी अहं पठामि वा महोदय उषा भगिनी अस्तु भगिनी अस्तु भवती पठतु अस्तु अग्रे दिक् शून्या भवति दिशौ शून्ये भवतः दिशः शून्याः भवन्ति शकारान्त स्त्रीलिङ्गपदं प्रातिपदिकं तत्र कथं जानीमः तत्र स्त्रीलिङ्गपदम् इति शून्या इति दत्तम् विशेषणम् अस्ति विशेषणं विशेष्यं दिक् अस्ति हा समीचीनं भगिनि दिक् शून्या भवति दिशौ शून्ये भवतः शून्याः भवन्ति तत्र दिक् इति एव प्रतिनिधिः अस्ति तत्र तत्र पूर्वं दृष्टवन्तः वाक् स्रक् सरित् विपद् विपद् अपि परिषत् समानम् अतः तत्र विपद् इति स्वीकर्तुं शक्नुमः किन्तु तत्र करपत्रे आपत् इति प्रायशः स्वीकृतमस्ति इति मन्ये आपत् इति अस्ति वा करपत्रे न नित्यं तत्र करान्तपदम् आपद् इति स्वीकृतं वा इति आपद् अस्ति महोदय आपद् आपद् आपदौ आपदः कुत्र करपत्रे अग्रिमकरपत्रे अस्ति महोदय अग्रिमकरपत्रे अस्ति अग्रिमकरपत्रे कुत्र विद्युत् अनन्तरम् अस्ति महोदय आपद् आपद् आपदौ आपदः त्वच् वाच् स्रज् सरित् तडित् विद्युत् आपद् अस्तु अस्तु भगिनि अस्मिन् अस्मिन् करपत्रे अस्ति सत्यं सत्यं सत्यम् इदानीम् अवगतं किन्तु तत्र स्वरूपमहोदयेन यत् करपत्रं स्थापितं तत्र प्रतिनिधिः इति एकमेकं पदं स्वीकृतं तत्र इनि प्रत्ययस्य प्रतिनिधिः तत्र गुणि इति स्वीकृतं विद्वस् तत्र सकारान्तपदं तत्र विद्वस् इति स्वीकृतं तत्र वाक् स्रक् सरित् दिक् इति अपि स्वीकृतम् अतः तत्र नास्ति महोदय अत्र नास्ति अतः तत्र विपद् परिषद् मध्ये तत्र आपद् वा आपद् स्वीकर्तुं शक्नुमः इति मन्ये तत्र प्रतिनिधिरूपे दकारान्त इति अस्तु तत्र दिक् इति तु अस्ति इदानीं तत्र विद्युत् इदानीं तत्र श्रीप्रिया भगिनी इदानीं विद्युत् इति विद्युत् विद्योतते विद्युतौ विद्योतेते विद्युतः विद्योतन्ते तत्र द्योतते तत्र विद्योतते इति तत्र द्योतते इत्युक्ते तत्र किमस्ति तत्र प्रकाशते प्रकाशते किं महोदय इदानीम् आत्मनेपदी दातु सत्यं विद्योतते तत्र द्युति इत्युक्ते तत्र प्रकाशः विद्योतते द्योतेते द्योतन्ते. हा तत्र विद्युत् इति दृष्ट्वा तत्र लिङ्गं किम् इति न वक्तुं शक्नुमः, यतोहि तत्र विशेषणं नास्ति अत्र. अतः विद्युत् इति एव. तदेव मम प्रश्नः महोदय, अतः पृच्छन्ती अस्मि कथं जानीमः. न जानीमः भगिनी, न जानीमः. अतः तत्र विशेषणं यदि अस्ति चेत् तद् दृष्ट्वा एव वक्तुं शक्नुमः, नो चेत् अभ्यासेन तत्र बहुवारं दृष्ट्वा दृष्ट्वा अस्तु तत्र विद्युत् अस्तु तत् स्त्रीलिङ्गपदम् इति पूर्वज्ञानं तस्य अभिज्ञानं. महोदय एकः प्रश्नः, महोदय विद्युत् इत्युक्ते करण्ट् एव न महोदय? परन्तु द्विवचने अपि च बहुवचने विद्युतः कथं स्वीकुर्मः महोदय? कथं स्वीकुर्मः इत्युक्ते विद्युत् इत्युक्ते करण्ट् न महोदय? अस्तु एकवचने, द्विवचने कथं विद्युत एव अस्ति न महोदय इति? किन्तु तत्र सत्यं भगिनि, हा सत्यं, किन्तु तत् तदपि भवितुम् अर्हति. तत्र इदानीं न स्मरामि तत्र कीदृशसन्दर्भः यत्र तस्य प्रयोगः भवति. जनः इति अस्ति किल महोदय, जनः सर्वः इति, तत्रापि जनः इति बहुवचने एव अस्ति, किन्तु तस्यापि द्विवचनं बहुवचनं भवति. सत्यं भगिनि, तत्र दम्पतिः लोकेशन्, ऐ थिङ्क् इट् इस् लोकेशन्, टु लोकेशन् विद्युतौ, त्री मोर् लोकेशन् विद्युतः. तदपि स्वीकर्तुं शक्नुमः. समीचीनं भगिनि, धन्यवादः. स्टोरेज् मध्ये अस्ति चेत् सरल उपायमपि अस्ति महोदय, स्त्रीलिङ्गम् उद्युत् अस्ति, विद्युत् स्त्रीलिङ्गे एव अस्ति, तत्रापि सम्यक्. ओ अस्तु अस्तु भगिनि, हा अस्तु. नरेश् महोदय, भवान् किं वक्तुम् इष्टवान्? अहं वदामि, विद्युत् मम गृहे विद्युत् अस्ति, भवतः गृहे विद्युत् अस्ति, तथा विद्युतौ अन्य अपि अस्ति विद्युतः. सिमिलर्ली भगवान् भगवन्तौ भगवन्तः भगवत्, सो तत् अपि अस्तु अस्तु महोदय, एकवचनं द्विवचनं, सत्यं सत्यं सत्यम्. तत्र भवतः गृहे विद्युतः अस्ति सन्ति वा इति वक्तुं शक्नुमः किल महोदय? परन्तु सन्ति किमर्थं विद्युतः? अहं क्लेशः भवति महोदय, विद्युत् करण्ट् एव अस्ति, एकं करण्ट् द्वे त्रि बहु. किन्तु यदि भवती अनेकान् पृच्छति, विद्युत् अस्ति वा लैक् भवतः गृहे विद्युत् अस्ति वा इति एवं प्रश्नः अस्ति न महोदय, विद्युतः सन्ति वा इति न. अस्तु भगिनि अस्तु, हा किन्तु इदानीं तत्र भवता यत् स्थापितम् अस्ति इत्युक्ते, न भवत्या यत् स्थापितम् अस्ति इत्युक्ते तत्र विद्युत् इति प्रायशः प्रतिनिधिरूपेण न स्वीकरणीयम् इति. अन्यत् पदं स्वीकरणीयम् अस्ति तकारान्तस्त्रीलिङ्गपदस्य. अस्तु, अतः इदानीं विद्युत् इति मास्तु, तत्र किं सरित् इति एव स्वीकुर्मः प्रतिनिधिरूपेण. अस्तु महोदय, अस्तु तर्हि अग्रिमे पुटे यदस्ति पश्यामः. तत्र इदानीं अरुणा भगिनी अग्रे. महोदय त्वच् महोदय, हा तत्र केवलं प्रथमायां रूपाणि दत्तानि सन्ति, किन्तु तत्र अस्तु तत्र त्वक् इति तत्तु करपत्रे त्वक् इति नास्ति खलु भगिनि, तत्र स्वरूपमहोदयस्य करपत्रे नास्ति, अतः एतत् कुर्मः किञ्चित् अभ्यासार्थं. तत्र पुंलिङ्गशब्दं महोदय त्वक्, न स्त्रीलिङ्गं स्त्रीलिङ्गमेव भगिनि, अत्र सर्वं सर्वं स्त्रीलिङ्गमेव. वाक् अस्ति न महोदय, वाच् शब्दः, हा अतः एतत् कुर्मः भगिनि, इदानीं तत्र त्वच् इति पदं, त्वच् इति तु सर्वे जानन्ति खलु त्वच् इत्युक्ते किम् इति, तत्र अतः तत्र अभ्यासार्थं तत्र त्वक् त्वचौ त्वचः इति अस्ति, किन्तु किञ्चित् अभ्यासार्थम् एतत् कुर्मः, तत्र विशेषणम् उपयुज्य वदामः. अतः तत्र विशेषणम् एतत् स्वीकुर्मः सा इति. अतः अरुणा भगिनी तत्र अहं वाच् इति तस्य करोमि, तत्र सा वाच्, ते वाचौ, ताः वाचः. अतः इदानीं तादृशं त्वच् इति ते त्वचौ, ताः त्वचः. ताः त्वचः, समीचीनं भगिनि. हा अस्तु, अग्रे नरेश महोदय. इदानीं स्रज् इति सा स्रज् सास्रक् ते स्रजौ, ताः स्रजः स्रजः, ताः स्रजः, समीचीनम् अस्तु. इदानीं तत्र मधु महोदय, इदानीं सरित् सा सरित् सरित् सा सरित् ते सरितौ, ताः सरितः, ताः सरितः, अस्तु समीचीनम्. इदानीं श्रीप्रिया भगिनी, सा तडित् सरित् इत्युक्ते सरित् सरित् इत्युक्ते नदी, ओ नदी, सरित् सरित् इत्युक्ते नदी. सा तडित् ते तडितौ, ताः तडितः, ताः तडितः, समीचीनं. हा अस्तु, इदानीं शोभा भगिनी अग्रिमं. तडित् किमस्ति महोदय? लैट्निङ्ग् भगिनि. ओ अस्तु, पर्यायवाचक तत्र पर्यायवाचकः कौमुदी. हा तत्र, हा तत्र वज्रवलनम् इति भवति अथवा वज्रपातः इति अपि भवति. वज्रपातः, वज्रपातः महोदय. विद्युत् अपि तडित् अर्थः भवति महोदय. हा भवति भगिनि, किन्तु तत्र प्रायशः तडित् तडित् स्थाने विद्युत् स्थापितुं शक्नुमः, किन्तु विद्युत् स्थाने तडित् न स्थापितुं तावदेव इति भेदः इति मन्ये भगिनि. हा किन्तु सत्यं. हा सा विद्युत्, ते विद्युतौ, ताः विद्युतः, ताः विद्युतः, समीचीनम्. हा इदानीं वेद भगिनी तत्र भगिनी पुनः आपद् इति अस्तु भवति अस्तु तत्र विपद् इति अस्तु, एषा विपद् इति. हा एषा विपत्, एते विपदौ, एताः विपदः, एताः विपदः, समीचीनम् अस्तु. इदानीं वंशीसुत भगिनि तत्र सम्पत् अत्र तत्र, हा तत्र किम् उत्तमा, उत्तमा इति स्वीकुर्मः, उत्तमा सम्पत्, उत्तमा सम्पत्, उत्तमे सम्पदौ, उत्तमाः सम्पदः. हा समीचीनम् अस्तु, अग्रे उषा भगिनि. इदानीं तत्र शरत् तत्र सा शरत् सा शरत्, ते शरदौ, ताः शरदः, ताः शरदः, अस्तु. इदानीं मधु महोदय तत्र संसत् महोदय, शरत् इति ऋतौ सूचयति वा, ऋतु सूचयति? सत्यं सत्यं भगिनि, शरद् ऋतुः तत्र. हा तत्र वसन्त, ग्रीष्म, वर्ष, शरद्, हेमन्त, शिशिरः. संसत् एता संसत् एषा संसत् क्षमिता एषा संसत् एते संसदौ, एताः संसदः, संसदः, संसदः, सभा. संसत् इत्युक्ते तत्र सभा, सभा अथवा समाजः. अस्तु अग्रे अरुणा भगिनी, इदानीं तत्र परिषत् तत्र, इदानीं तत्र उत्तमा परिषत् उत्तमपरिषद् उत्तमौ परिषदौ उत्तमे उत्तमे उत्तमे क्षम्यता उत्तमे परिषदौ उत्तमपरिषदः उत्तमः परिषदः समीचीनम्. अस्तु अग्रे नरेश् महोदय, इदानीं तत्र किमस्ति प्रतिपद् प्रतिपद् तत्र एषा इति कुर्मः. एषा प्रतिपद् एते प्रतिपदौ एताः प्रतिपदः. तत्र प्रायशः अन्यत् अपि अस्तु, तत्र अन्यत् अपि कर्तुं शक्नुमः. तत्र महोदय अन्यत् अपि ददामि. तत्र प्रतिपत् इति तिथिः भवति खलु, तत्र मासे तत्र प्रतिपत् इति भवति तत्र पञ्चाङ्गे तत्र प्रतिपत् इति लिखितं भवति तत्र. अतः तत्र किं कुर्मः, तत्र प्रतिपत् तिथिः इति प्रयत्नं करोति वा? प्रतिपत् तिथिः, प्रतिपदौ तिथिः, प्रतिपदः तिथयः. तिथयः इति समीचीनं महोदय. अस्तु इदानीम् अग्रे उषा भगिनी, तत्र समित् इति तत्र उत्तमा समित् उत्तमा समित् उत्तमे समिधौ उत्तमाः समिधः उत्तमाः समिधः समीचीनम्. अस्तु अग्रे वंशी सुधा भगिनी, तत्र क्षुधा इति तत्र बुभुक्षा. अस्तु किं योजनीयं महोदय? सा क्षुत्, ते क्षुतौ, ताः क्षुतः. ताः क्षुतः समीचीनम्. अस्तु अग्रे मधु महोदय. परन्तु क्षुत् कुत्रापि न दृश्यते न महोदय, सा क्षुति क्षुधा इति भवितुम् अर्हति वा? क्षुधा अपि अस्ति वा? क्षुधा अपि इति रूपम् अस्ति भगिनि. क्षुधा अपि रूपम् अस्ति, क्षुत् इति रूपमपि अस्ति. क्षुधा अजन्तपदम्, एतत् हलन्तपदम्. अतः बहुत्र तत्र अजन्तपदमेव दृश्यते. अस्तु मधु महोदय, इदानीं तत्र दिक् इति तत्र सा दिक् इति सा दिक् ते दिशौ ताः दिशः ताः दिशः दिक् अलं तदेव महोदय. महोदय तत्र दिक् इति तत्र तत्र तत् अव्ययम् एकमस्ति अव्ययम्, अनन्तरं तत्र भेदः अन्यभेदः अपि अस्ति. तत्र किं महोदय? अत्र अस्ति. समीचीनं. तत्र चतुर्थ तत्र तवर्गीय चतुर्थसदस्यः तत्र अस्ति, तत् ध इति महाप्राणः, तकारः महाप्राणः. दिक् मध्ये अत्र तु दिक् दिश् इति. समीचीनं प्रश्नं महोदय. अतः अत्र अल्पप्राणः अस्ति दकारः, तत्र महाप्राणः अस्ति. अस्तु अग्रे श्रीप्रिया भगिनी, इदानीं प्रावृष् प्रावृष् अत्र कः महोदय? प्रावृष् प्रावृष् तत्र प्रावृष् इति तत्र एषा प्रावृट् प्रावृट् अर्थः कः महोदय? अर्थः अस्ति भगिनि. तत्र वार्षिककालः इति भगिनि, वर्षा भवति इति. तत्र ऋतुमध्ये तत्र तत्र वर्ष ऋतुः इति तत्र तत् कालम् एषा प्रावृट् एते प्रावृषौ एताः प्रावृषः एताः प्रावृषः. अतः तत्र वार्षिककालः इति तत्र स्वीकर्तुं शक्नुमः इदानीं तत्र. किन्तु तत्र इदानीं तत्र शकारः तत्र टकारः आगच्छति पश्यतु तत्र प्राभृष् इति अस्ति किन्तु प्रथमविभक्ति एकवचने प्राभृट् इति अस्ति तादृश अपि तत्र साम्राज् सम्राट् इति तत्र भवति चकारान्त इति मन्ये भगिनि तत्र सम्राज् इति मन्ये दृष्टवान् इदानीं न स्मरामि भगिनि किन्तु तत्र सम्राज् इति मन्ये भगिनि सत्यं सत्यं भगिनि तत्र सम्राज् इति अस्ति सम्राट् सम्राजौ सम्राजः इति अतः जकारान्तपदम् अस्ति तत् अस्तु अग्रे महोदय मध्ये भग्नः जातः प्रावृष् इति किम् अस्ति तत्र प्रावृष् इत्युक्ते तत्र प्रावृष् इत्युक्ते भगिनी वार्षिककालः अस्तु वर्षा यद् यदा भवति तत्र वर्षकालः तत्र वर्षकालः अस्तु वृष्टिः भवति इति अस्तु अस्तु प्राब्रश् अस्तु अग्रे शोभा भगिनी अग्रे आशिष् अत्र एतत् कुर्मः तत्र देवी देवी इति आं महोदय देवी देवी आशीः देव्यौ आशिषौ देव्यः आशिषः हा समीचीनं भगिनि अत्र आशी तत्र प्रातिपदिकम् अस्ति शकारान्तप्रातिपदिकम् आशिष् तत्र प्रायशः अत्र करपत्रे अस्ति वा एतत् करपत्रे आशीः इति अस्ति स्वरूपमहोदयस्य करपत्रे आशीः इति अस्ति तत्र यदि तस्य कण्ठस्थीकरणं भवति चेत् कुत्रापि ध्वनिः अस्ति महोदय अस्तु भगिनि एकनिमिषं पश्यामि इदानीं नास्ति इति मन्ये अस्तु अस्तु आशिः तत् शकारान्तपदम् अन्यत् शकारान्तपदमपि अग्रे पश्यामः तत् तदस्ति धनुः तत्र धनुः धनुषि धनूषि इति आशिः आशिषौ आशिषः तत्र तु भेदः अस्ति यतोहि तत्र धनु तु नपुंसकलिङ्गपदम् अस्ति तत्रैव भेदः अस्तु अग्रे नरेश् महोदय तत्र अप्सरस् तत् कृतवन्तः तत्र पुनः तत्र किं तत्र उत्तमा अप्सराः इति उत्तमा अप्सराः उत्तमे अप्सरसौ उत्तमाः अप्सरसः उत्तमाः अप्सरसः इति समीचीनं महोदय अस्तु इदानीं तत्र अत्र केवलं पठनम् आवश्यकम् आसीत् किन्तु इदानीं तत्र रिक्तस्थानानि सन्ति तत्र पूरणं करणीयम् अस्ति अस्तु इदानीं पश्यामः अस्तु अग्रे अरुणा भगिनी अग्रिमं तत्र अग्रिमे पुटे उदाहरणं योषित् योषितौ योषितः तदेव वाक् वाचौ वाचः समीचीनं द्वितीयमपि करोतु भगिनि स्रक् सजौ सजः स्रक् सजौ सजः समीचीनं भगिनि अस्तु इदानीं वेदा भगिनि अग्रे महोदय त्वक् त्वचौ त्वचः आपत् आपत् आपत्तौ आपदौ आपदौ आपदः आपदौ आपदः तत्र केवलं एकवचने तत्र तकारः तिष्ठति तत्र तदनन्तरम् आपदौ आपदः इति भवति समीचीनं भगिनि अस्तु अग्रे मधु महोदय विपत् विपत् इति अपि विपत् विपदौ विपदः समित् समिदौ समिदः समिदः समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनि आशीः आशिषौ आशिषः सम्पत् सम्पदौ सम्पदः समीचीनं वंशी सुधो भगिनि अग्रे आं क्षम्यतां महोदय शरत् शरदौ अस्ति किल शरत् शरदौ शरदः तत्र प्रथमा विभक्ति एकवचने तकारः तिष्ठति किल सत्यं भगिनि तत्र तकार एव भवति तदनन्तरं तकारः सत्यं अग्रे उषा भगिनि प्रतिपत् प्रतिपदौ प्रतिपदः क्षुत् क्षुदौ क्षुदः क्षुत् क्षुदौ क्षुदः समीचीनं समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि महोदय तत्र क्षम्यतां भगिनि महोदय तत्र पुल्लिङ्गशब्दे तु यदि वयं पश्यामः तत्र तकारः एव तिष्ठति किल दकारः न परिवर्तनं भवति किल तत्र मरुत् इति स्वीकुर्मः मरुतौ इत्येव भवति मरुतौ न भवति तत्र किञ्चित् भेदः तु अस्ति इति तत्र यद् वयं दृष्टवन्तः तत्र तादृशः अस्ति भगिनि किन्तु एकनिमिषः तत्र भ्रमः जातः महोदय प्रायशः तत् समीचीनमेव अस्ति इति मन्ये भगिनि एकनिमिष तत्र परन्तु दकारः पदं भिन्नः अस्ति तकारः क्षम्यतां महोदय तत्तु दकारः पदमस्ति अस्तु पदमस्ति चेत् तत्र दकार सुहृद् वा सुहृदौ सुहृदः भवति किल सुहृत् सुहृदौ सुहृदः सत्यं भगिनि अस्तु तत्र उषा भगिनी पठितवती तत्र शोभा भगिनी पठन् आसीत् वा अथवा न महोदय तत्र सरित् शब्दः सरित् हरितौ सरितः तडित् तडितौ तडितः तडितः समीचीनं भगिनि अस्तु अग्रे वेदा भगिनि योषितः योषि योषितौ योषितः योषित् तदेव प्रथमपदम् आसीत् भगिनि योषित् योषित् योषितौ योषितः दिक् दिक् पदम् अस्ति दिक् द्वि दिक् दिशौ दिशः दिक् दिशौ दिशः समीचीनम् अस्तु अन्तिमपि करोतु तत्र विद्युत् विद्युतौ विद्युतः इति समीचीनम् अस्तु अग्रे नरेश् महोदय अग्रिमम् आरम्भं करोति वा अग्रिम अभ्यासः उदाहरणम् उचितवाक्यैः रिक्तस्थानानि पूरयत अप्सराः नृत्यति अप्सरसौ नृत्यतः अप्सरसः नृत्यन्ति सरित् प्रवहति सरितौ प्रवहतः सरितः प्रवहन्ति सरितः प्रवहन्ति सरित् सरितौ सरितः सरित् प्रवहति सरितौ प्रवहतः प्रवहन्ति समीचीनं महोदय अस्तु अग्रे उषा भगिनि आं महोदय स्रक् स्रजौ स्तः स्रक् अस्ति स्रजौ स्तः स्रजः सन्ति स्रजः सन्ति समीचीनं भगिनि अस्तु अग्रे मधु महोदय आयाति आपदौ आयातः आपदः आयन्ति आयन्ति इति समीचीनं महोदय अस्तु अग्रे वंशी सुधा भगिनि आं महोदय तत्र किमस्ति सम्पदः अस्ति सम्पद् वर्तते सम्पत्तौ सम्पत् सम्पदौ सम्पदः किल सम्पत् सम्पत् सम्पद् वर्तते सम्पदौ वर्तन्ते सम्पदः वर्तते क्षम्यतां आं महोदय सम्पद् वर्तते सम्पदौ वर्तेते सम्पदः वर्तन्ते सम्पदः वर्तन्ते. समीचीनं भगिनि. हा अस्तु, अग्रे श्रीप्रिया भगिनि. शरत् राजति, शरदौ राजतः, शरदः राजन्ति. हा समीचीनं भगिनि. हा अस्तु, अग्रे वेदा भगिनि. परिषत् प्रचलति, परिषदौ प्रचलतः, परिषदः प्रचलन्ति. हा प्रचलन्ति, समीचीनं. हा शोभा भगिनि, अग्रे. समित् तत्र समीधः ज्वलन्ति, समित् ज्वलति, समिधौ समिधौ ज्वलतः, समिधः ज्वलन्ति. समितः ज्वलन्ति, समीचीनं. हा अस्तु, अरुणा भगिनि, अग्रे. विद्युत् विलसति, विद्युतौ विलसतः, विद्युतः विलसन्ति, विलसन्ति, विलसन्ति, विलसन्ति, समीचीनं भगिनि. हा विद्युत् विद्युत् विद्युतः. हा समीचीनम् अस्तु, नरेश् महोदय, अग्रे. योषित् जायति, योषितौ जायतः, योषितः जायन्ति. हा योषितः गायन्ति, समीचीनं महोदय. तत्र अन्तिमम् एकमेव अस्ति, तदपि करोतु. पुनरेकवारं वदतु महोदय. दिक् भाति, दिशौ भातः, दिशः भान्ति. हा तत्र भाति इत्युक्ते दृश्यते, दृश्यते इति अर्थे. हा अतः तत्र केन मार्गेण गन्तव्यम् अत्र अस्तु, तत्र एतद् दुःख एतद् दिक् भाति खलु, एतदेव सम्यक् दिक् इति भाति. योषित् इत्युक्ते किं महोदय? योषित्, योषित् प्रथमे पुटे आसीत् भगिनि, योषित् इति महिला. विस्मरामि. चिन्ता मास्तु भगिनि. हा योषित् इत्युक्ते महिला, नारी. हा तत्र प्रथमे पुटे अस्ति भगिनि. अस्तु तर्हि तत्र अग्रे गच्छामः. अन्तिम अन्यत् अपि अस्ति तत्र, दिशः अन्धकारयुताः. महोदय, योषित् इति सामान्यपदं नास्ति वा कुत्रापि? उपयोगं न कर्तुं न न इत्युक्ते तत्र योषित् इति कीदृशपदम् इति वा भगिनि तत्र? न न न उपयोगे एव. इदानीं पर्यन्तम् अहं न दृष्टवती. अहमपि केवलम् अत्र एव पठितवान् भगिनि. हा तत्र तस्य प्रयोगः, तस्य प्रयोगः कुत्र भवति इति न जानामि भगिनि. हा अत्र एव दृष्टवान् अहम्. अतः तत्र मम कृते अपि एतत् नूतनपदम् अस्ति. न तत्तु जानामि भगिनि, केवलं तत् विशेष उपयोगानि सन्ति वा तस्य इति. तत्र तत्र करपत्रे तत्र अग्रे एकनिमिषः तत्र ओ मम सङ्गणके एव तत्र वदति अत्र कुडेण्ट् सी द फैल् इति. अस्तु एतत् कथं भवेत्? अस्तु हा तत्र अहं कथां न एका कथा अपि अस्ति तत्र, किन्तु तद् तां कथाम् अहं न नियोजितवान्. किन्तु तत्र योषित् स्त्री महिला प्रभृतयः नारी इत्यस्य पर्यायवाचिनः शब्दाः सन्ति इति. अस्तु महोदय. अतः नारी इति नारी महिला तु सर्वत्र भवति भवति. स्त्री महिला इति अपि तत्र, अत्र इदानीं नारी इति एव तत्र भवति. तत्र वैदिकयुगे मैत्रेयी, गार्गी प्रभृतयः महत्यः योषितः अभवन् इति. प्रायशः शास्त्रे उपयोगं भवति इति सत्यं भगिनि. मेबि योगिनी योगिनी अस्ति वा तादृशमपि नास्ति इति मन्ये यतोहि तत्र सीता सावित्री द्रौपदी कुन्ती प्रभृतयः पुराणयुगस्य उल्लेखयोग्याः योषितः आसन् अतः अपि लक्ष्मी पार्वती सरस्वत्यादयः देवलोकस्य योषितः सन्ति इति अतः अहं चिन्तितवान् तत्र प्रायशः तत् एतां कथां पठितुं समयः नास्ति इति अतः तत्र अहं तां कथां न नियोजितवान् अत्र किन्तु अग्रिमे वर्गे पठामः अस्तु तत्र किञ्चिदेव समयः अस्ति तत्र प्रायशः एक अन्यः अभ्यासः अपि कर्तुं शक्नुमः इति मन्ये अतः तत्र शीघ्रतया कुर्मः तत्र श्रीप्रिया भगिनी अग्रिम अभ्यासः आरम्भं करोति वा भगिनि आम् महोदय प्रदत्तवाक्यानि एकवचने परिवर्त्य लिखत उदाहरणार्थं दिशः अन्धकारयुताः एकवचने दिक् अन्धकारयुता कण्ठे स्रजः शोभन्ते कण्ठे स्रक् शोभते हा कण्ठे स्रक् शोभते समीचीनं भगिनि अस्तु मधु महोदय मुखात् संस्कृतवाचः स्फुरन्ति स्फुरन्ति मुखात् संस्कृतवाक् समीचीनम् अस्तु वंशी सुधा भगिनी अग्रे जीवने रमणीयाः शरदः आयान्ति जीवने रमणीयाः रमणीया शरद् आयाति ग्रीष्मानन्तरं प्रावृषः भवन्ति ग्रीष्मानन्तरं प्रावृट् भवति भगिनी सर्वाणि रूपाणि वदतु भगिनी एकवारं तत्र अभ्यासः भवति प्रावृषौ तादृश सत्यं अस्तु अग्रे नरेश महोदय गगने तडितः द्योतन्ते गगने तडित् द्योतते हा समीचीनम् अरुणा भगिनी ओ अरुणा भगिनी अस्ति वा क्षम्यतां भगिनी एतत् उक्त्वा भवती गच्छतु नामस्मि महोदय अस्तु शिष्याय शिष्याय आशिषः सन्तु शिष्यायाः आशिष् सन्ति तत्र आशीः अस्तु इति प्रायशः किं महोदय आशीः अस्तु इति अस्तु यः न सन्ति न सः सन्तु आशीः अस्तु धन्यवादः धन्यवादः भगिनि हा भवत्याः अन्यः वर्गः अपि अस्ति अतः तत्र नमस्कारः भगिनि विद्युतः विद्योतन्ते विद्युत् विद्योतते समीचीनं हा समीचीनं भगिनि वेदा भगिनि गृहे सम्पदः सन्ति गृहे सम्पत् अस्ति हा गृहे सम्पत् अस्ति अस्तु सर्वे कृतवन्तः खलु एतत् श्रीप्रिया भगिनी भवती अपि कृतवती खलु प्रथमम् उक्तवती प्रथमम् अस्तु अस्तु अस्तु तर्हि अस्तु तर्हि अस्तु भिरमाम तत्र वंशीसुधा भगिनी भवती अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि आं महोदय ॐ शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मावतु तद्वत्कारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय.